अस्तु, तर्हि अस्माकं न्यायवर्गे सर्वेषां स्वागतम्। अद्य अस्माकं विषयः अस्ति साधारणकारणम्, अपि च साधारणकारणत्वम् इति। वस्तुतः तत्र प्रथमं पुनस्मरणत्वेन किञ्चित् गतकक्षायां यदधीतवन्तः तस्य किञ्चित् पुनस्मरणं कुर्मः। तत्र प्रथममासीत् दिक्कालादीनां साधारणकारणत्वं कथं निरूप्यते इति। तत्र प्रतीतिः अस्ति इदानीम् इह कपाले घटोत्पत्तिः इति। अत्र अस्माकम् एकः नियमः आसीत्, यत् उत्पत्ति अधिकरणत्वेन प्रतीयते तत् तस्य जनकम् इति। जनकम् इत्युक्ते कारणम् इति वयं जानीमः। तर्हि अधिकरणत्वेन यद्वयम् अस्माभिः ज्ञायते तत् तस्य इत्युक्ते कार्यस्य कारणम् इति वयं सः नियमः अवलोकितवन्तः। तत्र कपाले घटोत्पत्तिः इति यदा अस्ति चेत् तत्र कपालः इति घटः इति कार्यं, घटोत्पत्तिः इत्यस्य इत्युक्ते घटः इति यः कार्यमस्ति तत् कार्यस्य अधिकरणम् अस्ति कपालः इति कृत्वा कपालः उत्पत्ति अधिकरणम् इति उत्पत्ति अधिकरणत्वेन कपालः प्रतीतः इति कृत्वा घटस्य कारणं कपालः इति वयं साधितवन्तः। तद्वत् यदा इदानीम् इह कपाले घटोत्पत्तिः इति वदामः तर्हि अत्र इदानीम् इत्यपि अधिकरणः अस्ति, तत्र महाकालं सूचयति। तद्वत् इह इति दिक् इत्यस्य प्रतिनिधिः अस्ति इति कृत्वा तत्र महाकालः इत्यपि कार्यस्य अधिकरणं, तद्वत् दिक् इत्यपि कार्यस्य अधिकरणं। तर्हि महाकाले कालिकविशेषणतासम्बन्धेन कार्यं भवति, दिशि देशिकविशेषणतासम्बन्धेन इति कृत्वा द्वयमपि अधिकरणम् इति तत्र कारणं भवति। अपि च इदानीं निखिलकार्याणाम् उत्पत्तिप्रतीतिः तथा अस्ति, इत्युक्ते यद्यत् उत्पद्यमानः यः यः वस्तुः उत्पद्यमानः अस्ति सः वस्तुः एकस्मिन् काले अपि च एकस्मिन् दिश्यां तस्य उत्पादनं भवति इति कृत्वा निखिलकार्यस्य अपि कारणत्वम् अस्ति महाकाले अपि च दिशि इति कृत्वा सर्वस्य जन्यस्य कारणम् इति कृत्वा साधारणकारणं दिश् अथवा महाकालः दिक् च साधारणकारणे इति वयं निरूपितवन्तः। एतावत्पर्यन्तं प्रश्नः अस्ति वा भगिनी? तत्र आकाशस्य विषये किमपि चिन्तितं वा, तस्य कारणत्वम् अस्ति वा न वा इति? आकाशस्य न, आकाशस्य तु न भवति खलु, यतोहि इह इति वदामः चेत् तत्र दिशि इत्यस्य एव प्रतिनिधिः, न तु आकाशस्य, इत्युक्ते आकाशे आकाशस्य अधिकरणत्वं न भासते। ओ, इह इति उपाधिं स्वीकृत्य तत्र आकाशः इति न वक्तुं तादृशं व्यवहारः नास्ति, दिक् इत्यस्य एव सत्यम्। ओ अस्तु भगिनि। अपि च मध्ये अन्येन आगतं। नमस्ते भगिनि, लक्ष्मी अस्मि। अस्तु भगिनि। नमस्ते भगिनि, सरला अस्मि। नमस्ते भगिनि। इतोपि जनद्वयम् अत्र दृश्यते। पुष्पा भगिनी भवती अस्ति वा अत्र? हरि ओम् वर्धने अस्मि भगिनि नमस्कारः वर्धिनि भगिनि अस्तु अपि च चतुर्थः कः तत्र इतोपि एकः अस्ति अस्तु तर्हि तदनन्तरं ज्ञाने च कृतीनाम् ईश्वरसमवेतानां साधारणकारणत्वम् इति द्वितीयविषयः आसीत् तत्र ईश्वरीयज्ञानम् इति तस्य साधारणकारणत्वं प्रथमं निरूपितवन्तः तत्र ईश्वरीयज्ञानम् इत्यत्र ईश्वरीयज्ञानम् इत्युक्ते ईश्वरस्य ज्ञानम् इति अस्ति खलु तत्र पूर्वपूर्वपदार्थस्य असिद्धौ उत्तरपदस्य पद उत्तरस्यापि असिद्धिः इति कश्चन न्यायः स्यात् इति अस्ति इत्युक्ते पूर्वपदस्य अस्तित्वं नास्ति चेत् उत्तरपदस्य अपि अस्तित्वं न वक्तुं शक्नुमः इति तर्हि तत्र ईश्वरस्य ज्ञानम् इति ईश्वरज्ञानम् इति समस्तपदं तत्र ईश्वरस्य ज्ञानम् इति विग्रहवाक्ये प्रथममस्ति ईश्वरः इति तर्हि ईश्वरः इति अस्माभिः न निरूप्यते चेत् तत्र ज्ञानमित्यस्य निरूपणं वस्तुतः व्यर्थं भवति इति कृत्वा प्रथमम् ईश्वरः इति चेतनस्य निरूपणं वयं कृतवन्तः तत्र कश्चन कुलालस्य उदाहरणं स्वीकृत्य यदा कुलघटनिर्माणम् इति भवति चेत् तत्र कश्चन चेतनवस्तुः भवतु यः घटस्य समवायिकारणज्ञानं यस्मिन् अस्ति इत्युक्ते कपालस्य ज्ञानं यस्मिन् अस्ति तादृशचेतनवस्तुः अस्ति चेत् अपि अथवा तादृशचेतनपुरुषः अस्ति चेत् एव तत्र घटनिर्माणम् इति कार्यं भवति ते तर्हि तत्र तुल्यज्ञानेन यत्र अन्यकार्यं भवति तत्रापि तादृश चेतन पुरुषस्य अपेक्षा अस्ति इति कृत्वा तादृशपुरुषः ईश्वरः सर्वज्ञः इति वयं साधितवन्तः इत्युक्ते वृक्षस्य वृक्षः अस्ति तस्य वर्धनं भवति अथवा कुत्रचित् द्वयणुकसंयोगः भवति कुत्रचित् बीजात् अङ्कुरः आगच्छति इति भिन्नभिन्न कार्याणि निरन्तरं प्रवर्तमानानि तेषां कृते अपि कश्चन चेतनः अपेक्षितः एव यथा घटनिर्माणस्य कृते कुलालः इत्यस्य आवश्यकता आसीत् तर्हि सः ईश्वरः इति प्रथमम् ईश्वरस्य निरूपणं कृतम् अस्माभिः तदनन्तरं पुनः तुल्यज्ञानेन एव ईश्वरज्ञानस्य अपि निरूपणं वयं कृतवन्तः इत्युक्ते यत्र कश्चन पुरुषः अस्ति परन्तु सः पुरुषः चेतनः अस्ति चेदपि तस्य कपालस्य ज्ञानं नास्ति चेत् इत्युक्ते कपालः इति घटस्य समवायीकारणं तस्य ज्ञानं नास्ति चेत् यद्यपि तत्र घटनिर्माणस्य अन्यकार्याणि अपेक्षितानि तत्सर्वं तत्र सङ्गृह्य अस्ति चेदपि घटनिर्माणं न भवति यतोहि तत्र यः चेतनपुरुषः अस्ति तस्य घटसमवायीकारणज्ञानं नास्ति इति कृत्वा तत्र ज्ञानम् इति अपि तत्र कारणम् इति वयम् उक्तवन्तः इत्युक्ते कुलालस्य आत्मनि घटनिर्माणं प्रति यद् ज्ञानमस्ति तदपि कारणमस्ति घटनिर्माणं प्रति इति वयम् उक्तवन्तः. तर्हि पुनः तथा तुल्य तुल्ययुक्त्या वयम् उक्तवन्तः यत् तद्वत् जगति यद्यत् कार्यम् उत्पद्यमानम् अस्ति तं प्रति ईश्वरस्य ज्ञानं तादृश कारणम् इत्युक्ते तस् ज्ञाने अपि तादृशकारणता अस्ति. यतोहि तादृशसमवायिकारणज्ञानं नास्ति चेत् कार्योत्पादनं नैव भवति इति कृत्वा तथा यद्यज्जन्यं भवति जगति तत् सर्वं प्रति ईश्वरस्य ज्ञानम् इत्यपि कारणं साधारणकारणम् इति अपि वयम् उक्तवन्तः. तावत्पर्यन्तं गतकक्षायां वयम् अधीतवन्तः. एतावत्पर्यन्तं प्रश्नः अस्ति चेत् इदानीं किञ्चित् चर्चां कर्तुं शक्नुमः, नो चेत् अग्रे सरेम. अत्रापि मम एकः प्रश्नः भगिनि, तत्र ईश्वरस्य परमाणुसंयोगादिपरम्परया तदारभ्य महापृथिव्यादीनाम् उत्पत्तिः पर्यन्तम् एव तस्य ज्ञानेच्छा कृतिः कृतेः आवश्यकता अस्ति किल, किमर्थं घटस्य उत्पादनस्य विषये तद् वक्तव्यम्? न, तत्र द्वयणुकात् महाप्रभृति महापृथ्वी आदीनाम् इति अस्ति खलु, केवलं महापृथ्वी इति न, महापृथ्वी आदीनाम् इत्युक्ते आमाम् आदिशब्देन तत्र आपः तेजः वायुः अपि स्वीकर्तुं शक्यते, तावत्पर्यन्तं स्वीकर्तुं शक्यते. न, सर्वं स्वीकर्तुं स्वीक्रियते आदिशब्देन, इत्युक्ते यद्यत् कार्यम् अस्ति यद्यत् यस्य कस्यापि उत्पादनं भवति चेत् तत्सर्वम् आदिशब्देन स्वीक्रियते. तदेव मम प्रश्नः, किमर्थं तादृशं स्वीकर्तव्यम् इति? किमर्थम् इत्युक्ते तत्र कपालः अस्ति, यदि कुलालस्य मनसि ज्ञानम् अपि च इच्छा अपि च कृतिः भवति, घटं अनेन उत्पादयितुं शक्यते. न, सत्यं, परन्तु ईश्वरस्य ज्ञानं तत्र नास्ति चेत् कुलालस्य आत्मनि ज्ञानम् अथवा इच्छा अथवा कृतिः इति न आगच्छति इति, इत्युक्ते कुलालस्य मन आत्मनि इदानीं ज्ञानम् अस्ति परन्तु इच्छा नास्ति चेत् घटनिर्माणं न भवति खलु. आम्, इत्युक्ते प्रत्येकं कारणमपि आवश्यकम्. कुलालस्य ज्ञानम् अस्ति इति कृत्वा ईश्वरस्य ज्ञानं नावश्यकम् इति नास्ति. ईश्वरस्य ज्ञानमपि आवश्यकं, कुलालस्य ज्ञानमपि आवश्यकं घटनिर्माणं प्रति. हा, ईश्वरस्य ज्ञानं नास्ति चेत् इति न वक्तुं शक्यते किल, वयं कथं लक्षितम् ईश्वरस्य ज्ञानेच्छा कृतिः नित्यम् इति? नित्यम् इति लक्षितं चेत् नास्ति इति पक्षः एव स्वीकर्तुं न शक्यते किल. सत्यं, तदर्थं तेन एव वाक्येन वयं वक्तुं शक्नुमः यद् ईश्वरस्य ज्ञानं नित्यम् इति खलु. यतोहि ईश्वरस्य ज्ञानं नास्ति चेत् तत्र तादृशकार्योत्पत्तिः न भवति इति कृत्वा ईश्वरस्य ज्ञानम् अपेक्षितम् अपि च तद् नित्यमपि इत्युक्ते, यतोहि तत्र भिन्नभिन्न कार्याणि प्रत्येकक्षणमपि प्रवर्तमानानि सन्ति, तत् सर्वाणि अपि ईश्वरस्य ज्ञानं विना नैव सम्भवन्ति इति कृत्वा ईश्वरस्य ज्ञानं नित्यम् अपि च कारणमपि. यदि महापृथिव्यादि पृथिव्यादयः नास्ति चेत् तदग्रे कुलालेन किमपि न, एकक्षणं महोदय, अत्र पृथिवी इत्युक्ते तत्र घटः अपि वस्तुतः पृथ्वी एव खलु, घटः इत्यपि पृथ्वी द्रव्यमेव, तर्हि पृथ्वी इत्युक्ते केवलं पृथ्वी इति तत्र भूमिः इति नास्ति. अत्र यद्यत् पृथ्वीरूपेण यद्यद्द्रव्यमस्ति तत्सर्वम् इति स्वीकृतं तत्र. आम् किन्तु तर्हि घटनिर्माणस्य कृते चिन्तयतु, घटनिर्माणस्य कृते कपालः अस्ति चेत् कपालस्य कृते कपालिका, कपालिका इत्यस्य कारणमस्ति लघुकपालिका इति गच्छामः चेत् तत्र परमाणुः द्वयणुकम् इति सर्वम् आगच्छति खलु? आम् इति वदति चेत् पृथिवी घटयोः मध्ये भेदः एव नास्ति इति वदति वा? पृथ्वी घटयोः मध्ये भेदः नास्ति इत्युक्ते पुस्तकमपि पृथ्वी, पृथ्वीद्रव्यं, घटः अपि पृथ्वीद्रव्यम् इत्युक्ते तत्र तादृश गुच्छः अस्ति खलु, तस्य पार्थिवद्रव्यः पुस्तकम् अपि च घटः. पार्थिवद्रव्यम् इति कथम् आगतं? तत् पृथ्वी इति कृत्वा पार्थिवं, पार्थिवद्रव्यं खलु, जातिः अस्ति किन्तु द्रव्यं नास्ति. इति जातिः नास्ति, पृथ्वी इति जातिः नास्ति, सत्यम्? न न सत्यं तत्, परन्तु पृथ्वी इत्युक्ते किं, तत्र गन्धवती सर्वं पृथ्वी, तर्हि घटे अपि तादृशगन्धः अस्ति इति कृत्वा घटः अपि पृथ्वीद्रव्यमेव. तत्र पृथ्वी इत्युक्ते भूमिः इति एव, केवलं भूमिः इति नास्ति. यथा जलम् इत्युक्ते सरितः अपि जलं, समुद्रः अपि जलं खलु? आम्. तर्हि सरितः इत्यपि जलद्रव्यं, समुद्रमपि जलद्रव्यं, कूपे यत् जलमस्ति तदपि जलद्रव्यं. भिन्न इत्युक्ते एकमेव जलम् अन्यस्मिन् तत्र जलत्वम् अस्ति परन्तु जलत्वम् इति जातिः अस्ति परन्तु जलद्रव्यं नास्ति इति नास्ति. तद्वतेव घटः इत्यपि पृथ्वी, पुस्तकम् इत्यपि पृथ्वी, गृहम् इत्यपि पृथ्वी, तत् सर्वस्मिन् तत्र पार्थिवद्रव्यं यतोहि पृथ्वीत्वम् अस्ति. आम् इत्युक्ते पृथिवी घटयोः मध्ये भेदः कः इति वदतु. पृथ्वी इति तत्र समूहस्य नाम महोदय, यस्मिन् अस्मिन् पृथ्वीत्वम् अस्ति तत् सर्वं पृथ्वी, तत्र सत्ता इति तत् सर्वं पूर्वं वयं दृष्टवन्तः. सत्ता इति जाते एव अहं वदामि. न न न न एकक्षणं, तत्र हा जाति गुच्छस्य नाम पृथ्वी इत्युक्ते घटे घटत्वमपि अस्ति पृथ्वीत्वमपि अस्ति इति कृत्वा घटः घटः अपि पृथ्वी अपि. पुस्तकम् इति स्वीकुर्मः चेत् पुस्तके पुस्तकत्वम् अस्ति पृथ्वीत्वम् अस्ति इति कृत्वा पुस्तकमपि पृथ्वी, परन्तु घटपुस्तकयोः मध्ये भेदः वर्तते यतोहि घटे घटत्वम् अस्ति पुस्तके पुस्तकत्वम् अस्ति. किन्तु पृथिव्यां पुस्तकत्वं घटत्वं च नास्ति इति सत्यम्. हा इत्युक्ते तत्र जातिं स्वीकृत्यैव अनयोः मध्ये भेदः वक्तुं शक्यते, द्रव्यं स्वीकृत्य इति न. तत् सर्वं द्रव्यं परन्तु जाति स्वीकृत्य सत् सत्यम् तत्र अवच्छिन्ना भवति जातिना, परन्तु तत्सर्वं द्रव्यमेव इति कृत्वा तत् पृथ्वी नास्ति इति न वक्तुं शक्नुमः. इत्युक्ते अतः अतः पृथिव्याः उत्पत्तिकारणम् ईश्वरस्य ज्ञानेच्छाकृति इति कृत्वा, अपि च घटस्य घटे पृथिवीत्वम् अपि अस्ति इति कृत्वा ईश्वरस्य ज्ञानेच्छाकृति कृतेः कारणत्वं वक्तव्यं, साधारणकारणत्वं वक्तव्यम् इति पर्यवसति. सत्यम्. अस्तु भगिनि. अपि च कुलाले यत् ज्ञानमस्ति तं प्रति अपि ईश्वरः एव कारणं, तदपि तदपि एकः ईश्वरस्य ज्ञानम् इति लक्षणं चेत् तत्र अन्यथा सिद्धा अपि आगन्तुं शक्नोति. तर्हि कुलालस्य ज्ञानं प्रति इत्युक्ते कुलालस्य प्रति कुलालस्य पिता अपि कारणं, परन्तु कुलालस्य पिता तु अन्यथा सिद्धा अस्ति खलु घटनिर्माणं प्रति इति कृत्वा साक्षात् घटोत्पत्तिः इत्यस्य कारणं किम् इति एव द्रष्टव्यम्. यद्भवती वदति तत् सत्यमेव, इत्युक्ते कुलालस्य ज्ञानं प्रति अपि ईश्वरः कारणमेव, परन्तु तेन घटस्य कारणम् ईश्वरः इति वक्तुं न शक्नुमः. न तत् न, किन्तु महोदयस्य प्रश्नः आसीत् इति ईश्वरस्य ज्ञानं नित्यम् इति कथं केन लक्षणेन इति तादृशप्रश्नमस्ति अहं चिन्तितवती, अतः न न मम प्रश्नः तादृशं नास्ति भगिनि. मम प्रश्नः ऐ मीन् ईश्वरस्य ज्ञानेच्छाकृतिः नित्यम् इति लक्षितम् इति स्वीकृतं, तदेव तेषां सिद्धान्तः, नैयायिकानां सिद्धान्तः, ईश्वरस्य ज्ञानेच्छाकृतिः नित्यः इति अस्ति चेत्, ईश्वरस्य ज्ञानेच्छाकृतिः नास्ति चेत् कथम् इति प्रश्नः एव न उदेति इत्येव मया उक्तम्. अस्तु अस्तु तर्हि हा तर्हि अग्रे सरेम. तर्हि रामप्रिया भगिनी भवती आरम्भं करोति वा इत्थं कुलालस्य इत्यस्मात्? आम् आं भगिनि. इत्थं कुलालस्य घटं कर्तुम् इच्छा अपि घटोत्पत्तौ आवश्यिका. कपालं साक्षात्कृत्यपि चिकीर्षाशून्येन कुलालेन घटोत्पत्तिः न एव भवति. तादृशचिकीर्षायाः लोके कार्यहेतुत्वे सिद्धे ईश्वरसमवेत तादृशचिकीर्षया अपि जगत्कारणत्वं तथैव निश्चिणुमः. यदा वयं पूर्वं दृष्टवन्तः यत् कुलालस्य विषये, इत्थं कुलालस्य घटं कर्तुम् इच्छा अपि घटोत्पत्तौ आवश्यका. प्रथमं तु तस्य द्वितीयम् इच्छा इति आवश्यकं. प्रथमं तु ज्ञानम् इति आवश्यकम् इति वयं दृष्टवन्तः. इदानीं कुलालस्य घटं कर्तुम् इच्छा अपि घटोत्पत्तिसमये इच्छा अपि आवश्यकम् इति एव किल आवश्यका. कपालं साक्षात्कृति अपि चिकीर्षशून्येन कुलालेन घटोत्पत्तिः न एव भवति. यदा कपालं साक्षात्कृति अपि इत्युक्ते चिकीर्षाशून्येन इत्युक्ते तस्य इच्छा एव नास्ति घटोत्पत्तिः विषये इत्युक्ते कुलालेन कपालं न जनयति, घटोत्पत्तिः एव न भवति इति किल तदेव किल भगिनि. तादृशचिकीर्षायाः लोके कार्यहेतुत्वे सिद्धे ईश्वरसमवेत तादृशचिकीर्षाया अपि जगत्कारणत्वं तथैव निश्चिणुमः. तादृशचिकीर्षायाः लोके कार्यहेतुत्वे, यदा घटोत्पत्तिविषये वयं चिकीर्षाशून्येन घटोत्पत्ति न भवति इति वदामः, तादृशम् एव यदा लोके कार्यहेतुत्वे इत्युक्ते यदा लोककार्यं तस्य कारणं ईश्वरः इति वदामः, तस्य चिकीर्षा याः अपि तस्य चिकीर्षा अपि आवश्यकम् इति जगत्कारणत्वं तस्य चिकीर्षा अपि आवश्यकम् इति. हा भगिनि अत्र एकक्षणं, तत्र कार्यस्य कारणम् इति ईश्वरः इति न वदामः खलु, ईश्वरस्य ज्ञान इच्छा कृति इति एव. तर्हि तत्र तथा अस्ति चेत् तत्र किञ्चित् भिन्नरीत्या वक्तव्यं खलु. ईश्वरसमवेत तादृशचिकीर्षा, यदा ईश्वरस्य आत्मनि इति वक्तुं शक्नुमः किल, ईश्वरस्य आत्मनि समवेतम् इत्युक्ते यदा समवायेन इच्छा कृतिः अस्ति चेदेव, इच्छा अस्ति चेदेव वयं जगत्कारण तदेव सृष्टिकारणं किमपि भवितुम् अर्हति, किमपि उत्पादनं तदेव भवति. यदा कुलालस्य मनसि इच्छा अस्ति चेदेव घटोत्पत्ति भवति, तादृशम् ईश्वर ईश्वरस्य आत्मनि अपि इच्छा अस्ति चेदेव जगत् निर्माणम् इति वक्तुं शक्नुमः वा? हा, अत्र जगत्कारणत्वम् इत्युक्ते तत्र सर्वस्य कारणत्वम् इति एव इति इत्युक्ते यथा तत्र कपालं साक्षात् कृत्यापि इत्युक्ते तत्र कपालस्य ज्ञानमस्ति चेदपि कुलालस्य आत्मनि इच्छा नास्ति चेत् घटनिर्माणं प्रति घटोत्पत्तिः न भवति. तद्वत् तादृश तर्हि इच्छा इति तत्र कारण इच्छा इत्यपि कारणम् इति वयं तत्र कुलालस्य आत्मनि या इच्छा अस्ति सा अपि घटनिर्माणं प्रति कारणम् इति स्वीकृतवन्तः. तद्वत् अत्रापि यत्र लोके कार्यहेतुत्वे सिद्धे इत्युक्ते लोके यत् कार्यं भवति तस्य कारणत्वं इति तस्य कारणत्वं कारणत्वस्य विषये चिन्तयामः चेत् तत्र ईश्वरस्य आत्मनि इत्युक्ते परमात्मनि या इच्छा अस्ति तदपि तेनैव मार्गेण तदपि तत्र निखिलकार्यस्य कारणं भवति इति कृत्वा तदपि साधारणकारणम् इति इत्येव अस्ति अत्र. अत्र अपि च आवश्यिका इति पदमस्ति खलु, तत्तु किञ्चित् नूतनपदमिव पदम् अस्ति. आवश्यकी इत्येव वयं साधारणतया वदामः. तर्हि द्वयमपि साधु इत्युक्ते आवश्यिका इत्यपि आवश्यकी इति द्वयमपि समानपदे. अत्र आवश्यकी इति तत्र अवश्यं भवम् इति आवश्यकम् आवश्यकम् इति पदस्य यदा स्त्रियां टाप् नीप् इति प्रत्ययद्वयं भवति तर्हि यदा टाप् इति प्रत्ययः भवति चेत् तत्र ककारः ककारस्य पूर्वम् इकारः यथा बालकः बालिका इति भवति तद्वत् भवति तर्हि आवश्यकः आवश्यिका इति रूपं भवति. नीप् इति यदा कुर्मः चेत् आवश्यकी इति रूपं भवति. तर्हि महोदयेन उक्तं तत्र संस्कृतभारत्याम् आवश्यकी इति तत्र उच्चारण सौलभ्यम् अस्ति इति कृत्वा आवश्यकी इति एव वदामः. परन्तु द्वयमपि साधु अपि च आवश्यिका इति पदोत्पत्तिः किञ्चित् सौलभ्यम् अस्ति इत्युक्ते आवश्यकी इत्यस्य तत्र इतोपि प्रक्रिया किञ्चित् कठिना परन्तु उच्चारणसौकर्यम् अस्ति इति कृत्वा आवश्यकी इत्येव साधारणतया वदामः इति. भगिनी पुनः एकवारं सावधानतया किञ्चित् पदद्वयमपि वदतु. आवश्यिका इति अस्ति, आवश्यकी वा आवश्यिकी वा? आवश्यकी. आवश्यकी इति साधारणतया वयं तत्र स्त्रीलिङ्गे वदामः. तत्र संस्कृतभारत्यां तदेव स्वीकृतवन्तः इत्युक्ते तदेव उपयोगं कुर्वन्ति. सत्यं कुर्वन्ति. तत्र अवश्यं भवम् आवश्यकम् इति तत्र तद्धित पदम् आवश्यकम् इति अत्र इदानीं स्त्रीलिङ्गे तत्र टाप् नीप् इति प्रत्ययद्वयमस्ति. टाप् इति प्रत्ययः यत्र आगच्छति तत्र आवश्यिका इति रूपं भवति. नीप् प्रत्ययः यत्र आगच्छति तत्र आवश्यकी इति रूपं भवति. आवश्यिका इति तत्र प्रक्रिया का इति अहं न जानामि परन्तु महोदयेन उक्तं तत्र किञ्चित् प्रक्रिया किञ्चित् प्रक्रियसौलभ्यम् अस्ति आवश्यिका इति निर्माण अवसरे. आवश्यकी इत्यत्र किञ्चित् काठिन्यम् अस्ति प्रक्रियायां परन्तु उच्चारणसौलभ्यम् आवश्यकी. Oh, I'm sorry, I'm sorry, my beginning, sorry. आवश्यकी इत्यत्र उच्चारणसौरभ्यमस्ति इति कृत्वा तदेव आधिक्यतया उपयोगं कुर्मः इति एव. आवश्यका इति ताप्तत्वेन आवश्यिका आवश्यिका अस्तु. आवश्यकी ङीप्रत्यये यथा पुस्तके दत्तम् आवश्यिका इति पुस्तके दत्तं तद् टाप् प्रत्यय प्रत्ययेन आवश्यकी इति अस्माकं परिचितं पदं तत् ङीप्रत्ययेन. अस्तु महोदय. अस्तु तर्हि अग्रे सन्ध्या भगिनी पठति वा. आं भगिनि. समवायिकारणज्ञानमस्तु नाम कुलालात्मनि चिकीर्षति च सः घटं तथापि तु कुतश्चित् प्रतिबन्धात् कुलालात्मनि कृतिरूपः गुणः यदि नोत्पद्यते एव तर्हि तत्र घटः तेन ज्ञानचिकीर्षयोरिव कुलालकृतेरपि घटहेतुत्वम् अवधारयामः. इत्थं च लोके कृतेरपि कार्यजनकत्वे निश्चिते ईश्वरीयकृतेरपि जगत्कारणत्वं स्वीक्रियते. तर्हि यथा पूर्वं वयं ज्ञानमपि च इच्छाविषये दृष्टवन्तः, इदानीं कृतिः वा प्रयत्नः तस्य विषये अस्ति. तर्हि यदि कुलालस्य आत्मनि ज्ञानम् अस्ति, चिकीर्षा इत्युक्ते कर्तुम् इच्छा अपि अस्ति, परन्तु यदि कृतिः वा प्रयत्नः यदि तेन न क्रियते तर्हि घटस्य निर्माणं न भवति. अतः एव ज्ञानम् अपि च इच्छा द्वयोरिव तत्र कुलालस्य प्रयत्नः वा कृतिः इत्यपि तत्र तस्यापि कारणत्वं स्वीकुर्मः, यतोहि तद् नास्ति चेत् घटस्य उत्पादनं न भवति इति. अतः यथा लोके कुलालस्य उदाहरणे लोके यथा वयं प्रयत्नस्य तत्र कारणत्वम् अस्ति इति स्वीकुर्मः, तथैव ईश्वरस्यापि कृतिः वा प्रयत्नस्यापि जगत् निर्माणाय कारणत्वम् अस्ति इति स्वीकर्तुं स्वीकुर्मः इति अस्ति. सम्यक् वा? हां भगिनि. अत्र समवायिकारणज्ञानम् इति अस्ति खलु, तत्र कीदृशं पदम् इति किञ्चित् वदति वा? समवायिकारणज्ञानम् इति तत्र विग्रहवाक्यं किं भवति इति. ज्ञानं यद् समवायिकारणम् अस्ति इति वा, तादृश इत्युक्ते ज्ञानमेव तत्र समवायिकारणं, परन्तु समवायिकारणं किम् इति तु तत्र कपालः इति. ओ तर्हि तर्हि समवायिकारणं कपालः, कपालस्य ज्ञानम् इति समवायिकारणस्य ज्ञानम् इति कृत्वा तत्र समवायि इति कारणम् इति एकम् अस्ति, तत् कारणं समवायि अस्ति इति तत्र कर्मधारयः इति वा. अनन्तरं समवायिकारणस्य ज्ञानम् इति तत्र षष्ठी तत्पुरुषसमासः. तर्हि कर्मधारय गर्भ षष्ठी तत्पुरुषसमासः इति वक्तुं शक्नुमः प्रायः. अस्तु भगिनि, चिकीर्षति इति वदनेन क्षम्यतां, प्रश्नः कः? हरि ओं, कश्चन प्रश्नः आसीत् खलु. अस्तु. हा पुष्पा भगिनी, सा बहिः गतवती. चिकीर्षति इति पदस्य अर्थं किम् इति सा पृष्टवती. ओ अस्तु, इदानीं सा नास्ति अत्र. इदानीं पुनः योजिते. अस्तु. हा भगिनी, भगिनि एकनिमिष, चिकीर्षति इति मम कनेक्षन् गच्छति. चिकीर्षति इति वदनेन कर्तुम् इच्छति. सत्यम्. अस्तु, तर्हि अग्रे सरला भगिनी भवती पठति वा? आं भगिनि. इयांस्तु विशेषः यत् कुलालसमवेतज्ञाने च कृतः घटव्यक्तिभेदेन भिन्ना क्षणिका च ईश्वरीयज्ञाने च कृतयस्तु सकलसमवायिकारणविषयिका नित्या सर्वाणि कार्याणि अभिभवन् भावयन्ति भावयिष्यन्ति च. अतः ईश्वरसमवेतज्ञाने च कृतय भवन्ति जन्यजगतः साधारणकारणानि. इदानीं कुलालसमवेत कुलाल मनसि वा आत्मनि समवायसम्बन्धेन ज्ञान इच्छाकृति इति अस्ति. तत् कारणं घटस्य उत्पादनं भवति. ते सर्वे ज्ञान इच्छाकृत्या प्रत्येकघटं प्रति भिन्ना अस्ति. सो प्रत्येकघटं प्रति यः निर्माणं भवति तस्य ज्ञान इच्छाकृति सर्वे भिन्ना अपि क्षणिका अस्ति. इत्युक्ते घटं प्रति सर्वे नित्यं नास्ति, क्षणिका भवति तद् ज्ञान इच्छाकृति कुलालस आत्मनि. किन्तु ईश्वरीयज्ञाने इच्छाकृता कृति प्रयत्न अस्ति सकलसमवायिकारणविषयिका नित्या सर्वाणि कार्याणि अभिभवन् भावयन्ति भविष्यन्ति. ईश्वरस्य आत्मनि यः ज्ञान इच्छाकृति अस्ति सा सदा नित्यम् अस्ति अपि समाना अस्ति. तस्य विषयी अस्ति ज्ञान इच्छाकृति सर्वे विषयी भवति तस्य प्रति. जगति येपि ये सर्वाणि वस्तूनि सन्ति तस्य प्रति ईश्वर इच्छा ज्ञानकृति सदा नित्यम् अस्ति. ते अभिभवन्ति त्रिषु कालेषु, भूतकाले, वर्तमानकाले, भविष्यकाले ईश्वरस्य ज्ञान इच्छाकृति तस्य विद्यमानम् अस्ति. अभिभवन्ति भूतकाले लृङ्लकार अस्ति, लृङ्लकार. भावयन्ति इति वर्तमानकाले अस्ति, रिच् प्रत्ययम् अस्ति. भावयिष्यन्ति भविष्यकाले निच् प्रत्ययम् अस्ति. अतः ईश्वरसमवेतज्ञान इच्छाकृत्य भवन्ति जन्यजगतः साधारणकारणानि. सो ईश्वर मनसि वा आत्मनि समवायसम्बन्धेन ज्ञान इच्छा कृति भवति सा जगत् निर्माणं प्रति साधारणकारणं भवति. अपि च भगिनि यां तु इति कथम् आयाति? यां यां हा इयान् इति पूर्वमपि दृष्टवन्तः खलु. कोऽपि स्मरति वा इयान् इत्युक्ते तस्य उत्पत्तिः का इति? इदम् इयान् सर्वनाम पदम् अस्ति. सत्यं, तत्र इयत् इति अस्ति तत्र. तावत् एतावत् इति इत्वत् इत्युक्ते एतत् योगः वतुप् इति प्रत्ययः अस्ति परिणामार्थे. एतत् योगः वतुप् भवति एतावत् इति, एतावान् इति पुल्लिङ्ग एकवचनरूपं, क्षम्यतां, पुल्लिङ्गप्रथमाविभक्ति एकवचनरूपम्. एतत् परिणामम् अस्ति इत्यर्थे. तद्वत् इयान् इत्युक्ते इयत् योगः वतुप् प्रत्ययः. यत्तु यान् यान् स्तु अत्र कथम् आयाति स्तु एतावत् इति प्रथमा विभक्ति एकवचनरूपं यान्तु तदनन्तरम् अत्र सन्धिकार्यं यान्स्तु इति भवति यत् इति प्रातिपदिकं यान् इति प्रथमा विभक्ति एकवचनरूपं पुल्लिङ्गे यान्तु तत्र सन्धिकार्यं भूत्वा यान्स्तु इति रूपं भवति अपि च तत्र अभिभवन् इति अपि तत्र निच्प्रत्ययः एव भू इत्यस्य प्रेरणार्थे निच् इति तत्र भावी इति भवति तस्य लुङ्लकारः अभिभवन् बहुवचने अभिभवत् अभिभवताम् अभिभवन् भावयन्ति इति लटि भावयिष्यन्ति इति अपि च तत्र भावी इति तत्र रूढ्यार्थः अस्ति चिन्तयति इति भावयामि इत्युक्ते चिन्तयामि इति वयं तथैव वदामः परन्तु तत्र योगार्थः अस्ति उत्पादयति इति तर्हि तत्र अभिभवन् इत्युक्ते उत्पादितवान् इति हा इत्युक्ते कृत् तत्तु कारयति कारयिष्यन्ति इति कारयन्ति कारयिष्यन्ति इति अस्तु तर्हि तत्र समवायीकारणविषयिकाः तस्मिन् विषये किञ्चित् वदतु सर्वविषयकं ज्ञानम् इत्युक्ते एकमेव ज्ञानं यत् सकलसमवायीकारण विषयस्य ज्ञानम् इति इत्युक्ते ज्ञानम् इति सर्व इत्युक्ते ज्ञानमिच्छाकृति त्रयमपि तत्र सविषयकपदार्थाः खलु इति कृत्वा ते तत्र सकलसमवायीकारणविषये इत्युक्ते तस्य विषयः तु समवायीकारणं तर्हि समवायीकारणविषयिकपदार्थः समवायीकारणविषयिकाः अस्तु अस्तु तर्हि पुष्पा भगिनी भवती एव तत्र प्रथमचित्रम् अस्ति खलु तस्मिन् विषये किञ्चित् वदति वा तत्र चित्रे किम् अस्ति इति तत्र सम्बन्धः कः इति प्रयत्नं करोमि कपालः न घटोत्पत्तिः कपालाधिकरणेन भविष्यति न इद कथम् उक्तं हा तत्र घटोत्पत्तिः इति कार्यं कपालः अधिकरणं तर्हि घटोत्पत्ति अधिकरणे कपाले अधिकरणे कपाले कपाले अस्ति कपालः घटकारणता कपालः कपालः घटकारणतायाः कपाले अस्ति हा घटकारणता कपाले अस्ति परन्तु अत्र किमर्थं घटकारणता कपाले अस्ति तत् पूर्वं वयं दृष्टवन्तः खलु तेन घटोत्पत्तिः अस्ति घटकारणता कपाले अस्ति न घटोत्पत्तिः इति कार्यं सत्यं कार्यं तर्हि घटकारणता कपाले अस्ति परन्तु अत्र मुख्यविषय अंशः कः इत्युक्ते यद्वयं नियमरूपेण पूर्वं दृष्टवन्तः खलु तेनादा इत्युक्ते किमर्थं घटकारणता कपाले अस्ति घटकारणकपाले घटकारणता तत्तु कपाल अस्ति चेत् घटोत्पत्तिः कर्तुं शक्नुमः सत्यं भगिनि, परन्तु अत्र वयं नियमः इति कश्चन नियमः दृष्टवन्तः खलु, कः नियमः दृष्टवन्तः, गतकक्षायां पठितवन्तः नियमः इति, तत्र दिक्कालादीनां क्षम्यतां भगिनि किञ्चित् शृणोतु, दिक्कालादीनां साधारणकारणत्वव्यवस्थापनम् इति भागः अस्ति खलु, तत्र प्रथमपरिच्छेदे द्वितीयवाक्यं तत्र अथवा तत्र यद् उच्यते तदादौ तदनन्तरं यद्धि इति अस्ति खलु तत् पठति वा, यद्धि यदुत्पत्य यदि यदुत्पत्त्यधिकरणत्वेन प्रतीयते तत् तस्य जनकम् इति नियमः. अस्तु अस्तु अस्तु. इत्युक्ते किम् इत्युक्ते यदि यद् उत्पत्य अधिकरणत्वेन प्रतीयते तु एकक्षणं प्रथमं यद् उत्पत्ति अधिकरणत्वेन इत्युक्ते किं यद् उत्पत्य घटोत्पत्ति अधिकरणत्वेन अस्तु तत्र प्रथमं यद् इति अस्ति खलु तत् किं घटोत्पत्ति अधिकरणत्वेन इति सम्यक् परन्तु तत्र प्रथमं घटोत्पत्तिः इति स्वीकुर्मः चेत् घटोत्पत्ति इति स्वीकुर्मः चेत् यद् उत्पत्त्यधिकरणतः कपालः यद् कपालः कपालः उत्पत्त्यधिकरणतः यद् कपालः एकक्षणं भगिनि कपालः उत्पत्ति कस्य उत्पत्ति अधिकरणत्वं घटोत्पत्ति उत्पत्ति उत्पत्त्यधिकरणत्वेन प्रतीयते इत्युक्ते दृष्ट्यते न दृष्टते ज्ञायते इति वक्तुं शक्यते ज्ञायते हा ज्ञायते हा ज्ञायते तत् तस्य जनकं तत् घटस्य जनकं तत् इत्युक्ते तत् कपालः कपालः तस्य जनकं तत्तु घटस्य जनकम् इति नियमः इत्युक्ते किं तत्र अन्ततो गत्वा तर्हि तद् आधारेण इदानीं चित्रं यदस्ति तत् किञ्चित् वदति वा इत्युक्ते तर्हि इदानीं घटकारणता कपाले कथम् आगच्छति इति वक्तुं शक्नोति वा कपाले घटकारणता कपाले उत्पत्त्यधिकरणत्वेन कपालः घटोत्पत्तिः आगच्छति इति ज्ञायते तत् तस्य जनकं घटस्य जनकम् इति नियमः सत्यम् इत्युक्ते कपालः इति अधिकरणमस्ति घटोत्पत्तिः इत्यस्य इति कृत्वा कपाले घटकारणता आगच्छति इत्युक्ते कपालः इति जनकः भवति घटस्य सम्यक् अग्रे प्रयत्नं करोमि न वर्धिनी भगिनि भवती वदति वा द्वितीयं चित्रम् आं भगिनि इह इदानीं घटकारणता इह इत्युक्ते दिक् दिक् अधिकरणं घटकारणता घटकारणतायाः घटोत्पत्तिः न न एकक्षणं भगिनि इह इति इह इत्यस्मिन् घटकारणता अस्ति इति सत्यं परन्तु तत्र इह इत्यस्मिन् घटकारणता किमर्थम् आगच्छति तत्र अधिकरणं किं वस्तुतः घटोत्पत्तेः अधिकरणम् इति घटोत्पत्तेः अधिकरणं दिक् कालः हा द्वयमपि खलु द्वयमपि इह इति यदा वदामः चेत् तत्र इह इति दिक् अस्ति तस्मिन् तस्मिन् समये इत्यत्र इत्यर्थे तत्र तस्मिन् देशे इति इत्यर्थे तत्र इह इति वदामः दिक् अर्थे इह इति उच्यते घटकारणता तर्हि किमर्थम् अत्र घटकारणता आगच्छति पुनः दिक् अधिकरणता हा दिक् इति अधिकरणम् अधिकरणं कस्य अधिकरणं घटकारणतायाः अधिकरणं घटकारणतायाः अधिकरणम् इति सत्यं परन्तु इदानीं प्रश्नः तु घटकारणता किमर्थं दिश्यामस्ति इति खलु तर्हि तत्र कस्य अधिकरणं भवति दिक् इति घटोत्पत्त्याः अधिकरणं घटोत्पत्तेः अधिकरणं भवति दिक् कालः अपि घटोत्पत्तेः अधिकरणं भवति सत्यम् इदानीम् अत्र सम्बन्धः कः तत्र कपाले घटोत्पत्तिः समवायसम्बन्धे कालिक अवच्छिन्नसम्बन्धः घटकारणता हा इदानीम् इति वदा वदामः चेत् तत्र कालिकविशेषणतासम्बन्धेन घटकारणता अस्ति घटकारणता काले अस्ति काले कालिकविशेषणतासम्बन्धेन घटोत्पत्तिः भवति इह इति अत्र दिक्विषये अन्यदेशसम्बन्धः हा अत्र देशिकविशेषणतासम्बन्ध देशिकविशेषणसम्बन्धतया घटोत्पत्तिः भवति अस्तु सम्यक् तर्हि द्वयोः स्थलयोः अपि तत्र अधिकरणम् अस्ति इति कृत्वा तत्र घटकारणता इति आगच्छति प्रश्नः अस्ति वा भगिनि न घटकारणता द्वयोः अपि अस्ति दिक् कालः अपि सत्यम् अपि च कपाले अपि अस्ति खलु पूर्वस्मिन् चित्रे इत्युक्ते इदानीम् आकारः अस्ति कपाले इदानीम् इह घटोत्पत्तिः इति वदामः चेत् तत्र कुत्र कुत्र घटकारणता अस्ति किमर्थम् काले अस्ति घटकारणता दिक् अपि अस्ति घटकारणता अपि च अपि कपालः अपि घटकारणता कपाले घटकारणता सम्यक् अस्तु तर्हि अग्रे सरेम लक्ष्मी भगिनी तत्र तृतीयं चित्रं किञ्चित् प्रतिपादयति वा अन्यस्मिन् पुटे खलु हा अस्मिन् पुटे एव भगिनि तृतीयं चित्रं भगिनि तत्र अस्तु अस्तु ईश्वरज्ञान इच्छा सतीनां कारणता चैत्यम् अत्र यदि चेतनः इति ईश्वरः वा कुलालः वा इति स्वीकुर्मः चेत् तेन ज्ञानं समवायसम्बन्धेन अस्ति ज्ञानस्य ज्ञाने कपाले विषयता अस्ति ज्ञानस्य ज्ञाने कपालः विषयतासम्बन्धेन अस्ति. न न न एकक्षणं भगिनि, पुनः वदतु. ज्ञानं कुलालस्य आत्मनि वा ईश्वरे वा अथवायसम्बन्धेन अस्ति. अनन्तरं ज्ञाने विषयतासम्बन्धेन कपालः अस्ति. इत्युक्ते कपाले विषयता अस्ति, ज्ञाने ज्ञानकपालयोः मध्ये विषयतासम्बन्धम् इति वक्तुं शक्नुमः. सत्यं, परन्तु तत्र कपालः इति विषयः खलु, ज्ञानमिति विषयी वस्तुतः. आम्, तर्हि ज्ञानं कपाले विषयतासम्बन्धेन अस्ति. अस्तु, ज्ञानं कपाले विषयतासम्बन्धेन अस्ति, कपालः ज्ञाने विषयिता सम्बन्धेन अस्ति खलु. सत्यम्, अस्तु. अपि च घटः इति कार्यं तत् कपाले समवायसम्बन्धेन अस्ति. इदानीं इतोपि किं वक्तव्यं भगिनि? अत्र यदा वयं पुस्तकम् उत्पीठिकायाम् अस्ति संयोगसम्बन्धेन इति वदामः चेत्, इदानीं संयोगसम्बन्धः संयोगः कुत्र अस्ति? संयोगः अत्र संयोगः अत्र तु अस्तु, अधोभाग संयोगः अत्र चेतनज्ञानयोः मध्ये समवायसम्बन्धः, घटकपालयोः मध्ये समवायसम्बन्धः. न न न भगिनि, क्षम्यतां, तत्र पुस्तकम् उत्पीठिकायाम् अस्ति इति उदाहरणं, तत्र पुस्तकम् उत्पीठिकायां संयोगसम्बन्धेन अस्ति खलु. आम्, तत्र संयोगः इति सम्बन्धः कुत्र अस्ति? संयोगः इति सम्बन्धः पुस्तके अपि अस्ति, उत्पीठिकायामपि अस्ति. इत्युक्ते संयोगः इति गुणः द्वयोः द्रव्योः अस्ति, किन्तु सम्बन्धः इति द्वयोः मध्ये अस्ति, पुस्तक उत्पीठिकायोः मध्ये. हा, संयोगः इति द्विनिष्ठः इति कृत्वा पुस्तके अपि अस्ति इत्युक्ते संयोगः इति सम्बन्धः द्विनिष्ठः खलु. तर्हि पुस्तके अपि अस्ति, उत्पीठिकायामपि अस्ति. पुस्तके केन सम्बन्धेन अस्ति, उत्पीठिकायां केन सम्बन्धेन अस्ति संयोगः? पुस्तके संयोगः समवायसम्बन्धेन अस्ति, उत्पीठिकायामपि संयोगः समवायसम्बन्धेन अस्ति. तद्वत् अत्र विषयता इति सम्बन्धः ज्ञानकपालयोः मध्ये विषयतासम्बन्धः अस्ति खलु, इत्युक्ते ज्ञानं कपाले विषयतासम्बन्धेन अस्ति इति. अत्र विषयतासम्बन्धः कुत्र अस्ति? अत्र विषयतासम्बन्धः कपाले अस्ति. हा, वस्तुतः अत्र विषयता इति सम्बन्धः कपाले अपि अस्ति, ज्ञाने अपि अस्ति, यथा संयोगः इव. अस्तु, अत्र विषयतासम्बन्धः ज्ञाने अपि अस्ति, कपाले अपि अस्ति. कपालः इति सम्बन्धस्य अधिकरणम् इति कृत्वा तत्र विषयता अनियोगितासम्बन्धेन कपाले अस्ति, प्रतियोगितासम्बन्धेन ज्ञाने अस्ति. अपि च यथा भवती उक्तवती, कपालः ज्ञाने विषयितासम्बन्धेन अस्ति, तर्हि कपालः इति विषयः ज्ञानम् इति विषयी, सविषयकपदार्थः इति कृत्वा ज्ञानं विषयी भवति. तर्हि कपालः ज्ञाने विषयितासम्बन्धेन अस्ति. अस्तु, तत्र विषयिता इति सम्बन्धः कुत्र अस्ति, केन सम्बन्धेन इति वक्तुं शक्नोति वा? तत्र विषयिता इति सम्बन्धः ज्ञाने अस्ति, ज्ञाने अस्ति तत् प्रायः तत् विषयता इति सम्बन्धः ज्ञाने अनुयोगितसम्बन्धेन अस्ति, अपि च कपाले प्रतियोगितसम्बन्धेन अस्ति. सत्यं सत्यं, सम्यक्. तर्हि आहत्य एकवारं सर्वं पुनः एकवारं वदति वा येन सर्वेषां किञ्चित्. अत्र प्रथमं प्रथमविषयः अस्ति ज्ञानं. ज्ञानम् आत्मनि समवायसम्बन्धेन अस्ति. अत्र आत्मनि इति चेतन कः, चेतनः पुरुषः, कुलालः वा ईश्वरः वा. अनन्तरं यदि कुलालः चेत् तस्य ज्ञानं, तस्य ज्ञानस्य विषयता अस्ति कपालः. भगिनी अत्र कुलालः चेत् इति न, यतोहि तत्र ईश्वरः इत्यस्ति चेदपि घटनिर्माणसमये तत्र ज्ञानं, ईश्वरस्य ज्ञानमपि कपालः, यतोहि तत्र वस्तुतः कपालः इति कार्याधिकरणं, तर्हि कार्याधिकरणे कारणं भवेत् इति नियमः अस्ति खलु. तर्हि केन सम्बन्धेन कार्याधिकरणे कारणम् इति, तर्हि ईश्वरीयज्ञानम् अपि एकं कारणं, कुलालस्य ज्ञानमपि कारणं, तर्हि द्वयमपि तत्र कपाले भवति एव. आं सत्यं भगिनि, आमां सत्यं. तत्र ज्ञानस्य विषयता अस्ति, ज्ञानस्य विषयः अस्ति कपालः. तत्र कपाले ज्ञानं विषयतासम्बन्धेन अस्ति, विषयतासम्बन्धेन अस्तु, विषयतासम्बन्धः द्विनिष्ठः, किन्तु यत् विषयतासम्बन्धः यत् कपाले अस्ति तत् अनियोगितासम्बन्धमिति वदामः. यत् विषयतासम्बन्धं ज्ञाने अस्ति तत् प्रतियोगितासम्बन्धेन अस्ति इति वदामः. अपि च विपरीतरीत्या न न एकक्षणं क्षम्यतां, तथा नास्ति. विषयता इति सम्बन्धः सम्बन्धेनैव ज्ञानं कपाले अस्ति, परन्तु विषयता अनियोगिता कपाले अस्ति. यथा संयोगः समवायसम्बन्धेन पुस्तके, तद्वत् विषयता अनियोगितासम्बन्धेन कपाले. अस्तु भगिनि, अस्तु, विषयता कपाले अनियोगितासम्बन्धेन अस्ति, ज्ञाने प्रतियोगितासम्बन्धेन अस्ति. पुनः विपरीतरीत्या कपालः ज्ञाने विषयी अस्ति, अतः ज्ञाने विषयितासम्बन्धेन कपालः अस्ति. विषयिता ज्ञाने कः विषयी अस्ति? कपालः न, कपालः इति विषयः खलु. न, ज्ञाने ज्ञाने विषयी अस्ति खलु, ज्ञानम् इति विषयी, वस्तुतः विषयः अस्मिन् अस्ति इति कृत्वा ज्ञानम् इति विषयी. ओ अस्तु अस्तु, ज्ञानम् इति विषयी, आमां सत्यं. कपालः इति विषयः, कपालः इति विषयः, ज्ञानम् इति विषयी. विषयी कपालः ज्ञाने, कपालः ज्ञाने विषयिता सम्बन्धेन अस्ति. विषयिता ज्ञाने अनियोगिता सम्बन्धेन अस्ति, कपाले प्रतियोगितसम्बन्धेन अस्ति. सत्यं, घटोत्पत्ति कपाले समवायसम्बन्धेन भवति, घटः कपाले समवायसम्बन्धेन अस्ति. सत्यं, सम्यक्. तर्हि रामप्रिया भगिनी, तत्र केचन प्रश्नाः भगिनी. अत्र प्रथमं भवत्या उक्तं ज्ञानं विषयतासम्बन्धेन कपाले अस्ति इति. ज्ञानं तु आत्मगुणः, कथं वा कपाले अस्ति इति वक्तुं शक्यते? ज्ञानं समवायसम्बन्धेन आत्मनि अस्ति, परन्तु तत्र कार्यादिकरणे तत्र कारणकार्यकारणयोः तत्र नियमः इति पूर्वं वयं दृष्टवन्तः खलु, तर्हि तत्र कारणं कार्यादिकरणे भवेत् इति. तर्हि तत्र ज्ञानम् इति कारणम् अस्ति, कपालः इति घटोत्पत्तेः कार्याधिकरणम् अस्ति. तर्हि ज्ञानं कारणं कार्याधिकरणे भवेत् इति, यदा कारणं कार्याधिकरणे अस्ति चेत् एव तत् कारणं भवितुम् अर्हति. कार्याधिकरणे नास्ति चेत् तत् कारणं नास्ति इति कृत्वा केनचित् सम्बन्धेन ज्ञानं कार्याधिकरणे भवतु इति. इत्युक्ते समवायसम्बन्धेन ज्ञानम् आत्मनि अस्ति, आत्मनः गुणः एव ज्ञानम्. परन्तु कपालस्य गुणः नास्ति ज्ञानं, परन्तु कपाले अस्ति विषयतासम्बन्धेन. ज्ञानकपालयोः मध्ये विषयतासम्बन्धः अस्ति इति वदामश्चेत् पर्याप्तं नास्ति वा? सम्बन्धः अस्ति चेत् तत्र अधिकरणं भवति खलु. इत्युक्ते पुस्तक उत्पीठिकयोः मध्ये संयोगसम्बन्धः अस्ति, परन्तु उत्पीठिका इति अधिकरणमस्ति, पुस्तकम् इति आदेयः अस्ति. यथा किमर्थम् इत्युक्ते तत्र द्वयमपि द्रव्यम् इति कृत्वा एकम् अन्यस्य उपरि भवेत्, किन्तु अत्र ज्ञानम् इति गुणः, कपालः तु द्रव्यं, द्वयमपि पदार्थः, किन्तु ज्ञानम् आत्मनि अस्ति इति वदामः चेत् तत्र अधिकरणं नास्ति वा? न, तद् लक्षितं किल, तादृशमेव ते स्वीकृतम् आत्मगुणः. सत्यं, तद्वत् एव अत्र कार्याधिकरणे भवतु इति वदामः चेत् तत्र अधिकरणे इति अस्ति चेत् तत्रापि तथैव अस्ति खलु, कपाले भवतु इति चेत् तत्र ज्ञानकपालयोः मध्ये सम्बन्धः, कारणकार्ययोः मध्ये सम्बन्धः इति न, परन्तु कारणं कार्ये भवतु इत्येव नियमः. तर्हि ज्ञानं कपाले भवतु इति केन सम्बन्धेन इत्युक्ते विषयतासम्बन्धेन. अपि च विषयता अनियोगीसम्बन्धेन कपाले वर्तते इति वा? अनियोगितासम्बन्धेन, सत्यं. विषयता अनियोगिसम्बन्धेन इति किल, अनियोगितासम्बन्धेन, अनियोगितासम्बन्धेन कपाले वर्तते, प्रतियोगितासम्बन्धेन, हा प्रतियोगितासम्बन्धेन ज्ञाने वर्तते, कपालः तु कपाले घटकारणता अस्ति इति पूर्वम् अस्माभिः निरूपितम् इति कृत्वा तत्र चेतने घटकारणता कथम् आगतम् इति मम प्रश्नः इदानीमपि अस्ति. चेतने घटकारणता इति न उक्तवन्तः एव खलु? तदेव साधनीयं किल, न तत्र ज्ञान इच्छाकृतीनां कारणता एव खलु, ज्ञान इच्छाकृतीनां कारणता एव इदानीं वयं. आम्, किन्तु ईश्वरज्ञान इच्छा, ईश्वरज्ञान इच्छा, नो चेत् कुलालज्ञान इच्छाकृति. सत्यम्, ईश्वरे ज्ञानमस्ति, ईश्वरे यद् ज्ञानमस्ति तत् विषयतासम्बन्धेन कपाले आगतं खलु इदानीम्. विषयतासम्बन्धेन कपाले आगतम् इति कृत्वा कपाले घटकारणता अस्ति, ज्ञाने घटकारणता अस्ति, ज्ञाने अपि घटकारणता अस्ति. कपाले घटकारणता अस्ति, ज्ञानं विषयतासम्बन्धेन कपाले अस्ति इति कृत्वा सामानाधिकरणत्वेन ज्ञाने घटकारणता आगतम्. न, तथा नास्ति. कपाले इदानीं कपाले घटकारणता अस्ति इति भिन्नवार्ता. वस्तुतः ज्ञानम् इति कपाले इत्युक्ते कार्याधिकरणे अस्ति, ज्ञानम् इति तत्र कारणम् इति वयं पूर्वं साधितवन्तः. इत्युक्ते ज्ञाने घटकारणता अस्ति एव. तद्वयं पूर्वम् इत्युक्ते एतत् चित्रे वस्तुतः कारणता न निरूपितं वा? कारणता न निरूपितं, कारणता कथम् कार्याधिकरणे आगतम् इति एव निरूपितं. कारणता तु पूर्वमेव वयं निरूपितवन्तः. ज्ञानं तत्र ज्ञाने कारणता अस्ति इति कृत्वा तद् ज्ञानं कार्याधिकरणे कथम् आगतम् इति एव अत्र वार्ता. तर्हि तत्र ज्ञानं विषयतासम्बन्धेन कपाले इत्युक्ते कार्याधिकरणे अस्ति इति. इत्युक्ते अत्र चित्रेण किं साधितं? तदेव कारणं कथं कार्याधिकरणे अस्ति, केन सम्बन्धेन कार्याधिकरणे अस्ति इति. किन्तु भवती यदा इदानीमेव उक्तं ज्ञाने कारणता अस्ति इति पूर्वमेव निरूपितं चित्रेण न इति. सत्यं ज्ञाने कारणता अस्ति, ज्ञानमिति कारणं खलु. ज्ञानमिति कारणं चेत् कारणं कार्याधिकरणे भवतु इति नियमः अस्ति अस्माकं. तर्हि ज्ञानमिति कारणं कार्याधिकरणे केन सम्बन्धेन अस्ति इति एव चित्र आधारेण इदानीं वयं निरूपितवन्तः. तावदेव ज्ञानं विषयता. ज्ञाने इत्युक्ते ज्ञाने घटकारणता अस्ति, कपाले अपि घटकारणस्य. ज्ञाने इति नास्ति, ज्ञानं केन सम्बन्धेन कार्याधिकरणे अस्ति इति एव चित्रं निरूपयति अत्र. ज्ञाने किम् अस्ति इति न वार्ता अत्र. तदर्थमेव अत्र घटकारणता इति न सूचिता. इति चेत् किमर्थम् अस्मिन् प्रसङ्गे एतत् चित्रं दत्तम् इति इदानीमपि मयि भ्रमः अस्ति. इदानीं वयं घटकारणता विषये एव चिन्तयन् स्मः किल. सत्यम्. अपि च कारणता अस्ति चेत् कार्याधिकरणे कथं कारणम् आगच्छति इति प्रायः तत्र तदेव अत्र चित्रे अस्ति. एकमहं वदामि, तत् सम्यक् वा न वा इति कृपया वदतु. ज्ञाने घटकारणता अस्ति, कपाले घटकारणता अस्ति, ज्ञानकपालयोः मध्ये विषयतासम्बन्धः अस्ति इति अत्र प्रदर्शितम् इति स्वीकर्तुं शक्यते वा? सत्यं, परन्तु ज्ञानकपालयोः मध्ये विषयतासम्बन्धः अस्ति, अपि च ज्ञानं विषयतासम्बन्धेन कपाले अस्ति इत्यपि तत्र प्रदर्शितम्. अस्तु भगिनि. भगिनि, तत्र यद् उक्तं पूर्वं विषयतासम्बन्धः इति कपाले कस्मिन् सम्बन्धेन अस्ति, तद् सः सम्बन्धः एव अनियोगितासम्बन्धः इति सम्यक् वा? न, पुनः पृच्छतु भगिनि, क्षम्यताम्. विषयतासम्बन्धः इति ज्ञाने अपि अस्ति, कपाले अपि अस्ति इति उक्तं. तर्हि सः सम्बन्धः, विषयतासम्बन्धः कुत्र अनियोगितासम्बन्धेन, कुत्र प्रतियोगितासम्बन्धेन इति एकवारं पुनः तद्दृढीकर्तुम् इच्छामि तावदेव. हा, तत्र विषयतासम्बन्धः कपाले अनुयोगितासम्बन्धेन अस्ति इत्युक्ते तत्र पुनः पुस्तकम् उत्पीठिका इति स्वीकुर्मः चेत् किञ्चित् सौलभ्यं स्यात्. तत्र पुस्तकम् उत्पीठिकायाम् अस्ति चेत् तयोः मध्ये संयोगसम्बन्धः अस्ति खलु. इदानीं संयोगसम्बन्धः द्विनिष्ठः इति वयं जानीमः. तर्हि पुस्तके अपि अस्ति, उत्पीठिकायामपि अस्ति, द्वयोः अपि समवायसम्बन्धेन अस्ति संयोगसम्बन्धः. तद्वत् अत्रापि ज्ञानकपालयोः मध्ये विषयतासम्बन्धः, ज्ञानं कपाले विषयतासम्बन्धेन यथा पुस्तकम् उत्पीठिकायां संयोगसम्बन्धेन तथा. इदानीं कपाल विषयतासम्बन्धः अपि द्विनिष्ठः यथा संयोगसम्बन्धः. अत्र कपाले विषयतासम्बन्धः अनियोगितासम्बन्धेन अस्ति, ज्ञाने प्रतियोगितासम्बन्धेन अस्ति. तादृशमेव विषयितासम्बन्धः यः अस्ति सः सम्बन्धः अनियोगितासम्बन्धेन ज्ञाने अस्ति, प्रतियोगितासम्बन्धेन कपाले अस्ति इति सम्यक् वा? सत्यं. यतोहि विषयितासम्बन्धः इति कः सम्बन्धः? कपालः ज्ञाने यः सम्बन्ध येन सम्बन्धेन अस्ति सः सम्बन्धः अस्ति विषयितासम्बन्धः इति इति कृत्वा ज्ञानम् इति अनुयोगी अस्ति खलु, अधिकरणम् अस्ति इति कृत्वा तत्र अनुयोगितासम्बन्धः, कपालः इति आदेयः प्रतियोगी, तत्र प्रतियोगितासम्बन्धः. अस्तु सम्यक् इति भगिनी भवती एव तत्र इच्छाविषये वदति वा? तदेव विषयः अत्रापि, अत्र संयोगसम्बन्धः इति चेतनकपालयोः मध्ये नास्ति इति महोदयेन उक्तं, किमर्थम् अत्र अस्ति इति न जाने, परन्तु अन्यत् सर्वं समानमेव इच्छाकृति द्वयोः कृते अपि. तर्हि किञ्चित् झटिति वदति चेत् अग्रे गन्तुं शक्नुमः. तत्र यथा ज्ञानविषये वयं दृष्टवन्तः तादृशमेव अत्रापि अस्ति किल, केवलं संयोगसम्बन्धः इति शरः नास्ति, तदेव किल? सत्यं सत्यं. तर्हि तत्र आत्मनि इच्छा अस्ति, आत्मनि इच्छा तत्र समवायसम्बन्धेन अस्ति, अनन्तरम् इच्छा इति विषयतासम्बन्धेन कपाले अस्ति, कपालः इति घटस्य अधिकरणम् अपि च कपालः समवायसम्बन्धेन घटे अस्ति, तत्र अधिकरणम् अस्ति. इदानीं कपालः इति घटस्य अधिकरणं, कार्याधिकरणं, कार्याधिकरणे इच्छा इति विषयतासम्बन्धेन अस्ति. इदानीम् अधिकरणे इच्छा वर्तते इति कृत्वा इच्छायाः कारणत्वम् अस्ति अस्मिन् चित्रे. परन्तु तत्र कृतिः यदा आगच्छति, अत्र इच्छा निष्कास्य यदि कृतिं स्थापयामः, तदा चेतन अपि च कपालद्वयोः मध्ये संयोगसम्बन्धः आगच्छति किल? हा आगच्छति तत्र, परन्तु अस्माकम् इत्युक्ते तत्र नागच्छति भगिनी, किमर्थम् इति कृतिः अपि गुणः न चेतनः कपालयोः मध्ये संयोगसम्बन्धः आगच्छति इति, न तु इच्छा कपालयोः मध्ये. चेतनः इत्यपि द्रव्यं खलु, पुरुषः इति. परन्तु अत्र विषयद्वयमस्ति भगिनि, एकं तु चेतनः इति तत्र चेतनस्य आत्मा एव सूचितः स्वीकुर्मः चेत् अत्र संयोगसम्बन्धः न आगच्छति इति एकं. द्वितीयमस्ति तत्र संयोगसम्बन्धः अस्ति चेदपि तस्य महत्त्वं किमपि नास्ति खलु अस्माकं तत्र, तस्य तेन किमपि अत्र न साधयितुं शक्नुमः. इत्युक्ते प्रायः एतत् वक्तुं शक्नुमः यत् चेतनः कपाले संयोगसम्बन्धः नास्ति इति कृत्वा कुलालः अपि कपालस्य कारणम् इति तथा वक्तुं शक्नुमः स्यात्, परन्तु तेनैव सम्बन्धे, परन्तु ईश्वरः तु तथा नास्ति खलु, संयोगसम्बन्धेन कपाले नास्ति. सो तत्र किञ्चित् सम्यक्तया तत्र संयोगसम्बन्धः किमर्थम् अत्र स्थापितः इति सम्यक्तया न अवगच्छामि. तत्र अन्ततो गत्वा कुलालः इति घटस्य कारणं तस्य ज्ञानम् इच्छा अपि च कृतिद्वारा एव अस्ति किल. यथा कपालः येन सम्बन्धेन घटस्य कारणं भवति तथा नास्ति, कुलालस्य इच्छा अपि च ज्ञानम् इच्छा तस्मात् कृतिः अस्ति, कृत्या एव सः एतेषां त्रयाणां द्वारा एव सः कारणम् इति वक्तुं शक्यते वा? इत्युक्ते कुलालः अपि निमित्तकारणं घटं प्रति इति वयं जानीमः, तर्हि केवलम् इच्छा ज्ञानं कृति तस्मिन् इच्छाज्ञानं कृतेः अस्ति इति कृत्वा एव कारणं वा, अथवा कुलालः अपि पृथक्तया कारणं वा इति किञ्चित् सः चिन्तनीयं तत्र, सम्यक्तया न जानामि वस्तुतः. अस्तु अस्तु, तर्हि शुकवनमहोदय अग्रे पठति वा तत्र प्रागभावस्य साधारणकारणत्वम् इति आं पठामि भगिनि. प्रागभावस्य साधारणकारणत्वं षष्ठः प्रागभावः परिगणितः. कथं हि तस्य कारणताम् अवगच्छामः? प्रागभावः अभावरूपः, न हि सः संयोगेन कार्याधिकरणे कपाले तिष्ठेत्. द्रव्ययोरेव संयोगाभ्युपगमात् गुणगुणिनोः क्रियावतयोः अवयवावयविनोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोरेव खलु समवायोऽपि स्वीक्रियते. नैतेषु युगलेषु क्वचित् प्रागभावः प्रविष्टः. पदार्थस्य हि स्वस्मिन्नेव तादात्म्यं समवायीकारणतानिर्वाहाय अभ्युपगतम्. अतः प्रागभावस्य कपाले तादात्म्यमिति अपि न शक्यते वक्तुम्. इदानीं षष्ठः प्रागभावः परिगणितः. तत्र साधारणकारणत्वं दिक् काल ईश्वरस्य ज्ञान इच्छाकृतिः इति पञ्च साधारणकारणानि स्वीकृतम्. इदानीं षष्ठ कारणं प्रागभावः. कथं हि तस्य कारणताम् अवगच्छामः? प्रागभावः तु अभावरूपः इति वयं जानीमः. अभावस्य चातुर्विध्यं वयं दृष्टवन्तः, प्रागभावः, प्रध्वंसभावः इति. तत्र प्रागभावः अभावरूपः, न हि सः संयोगेन कार्याधिकरणे कपाले तिष्ठेत्. तत्र प्रागभावस्य अपि च कार्याधिकरणः कपालः अनयोः मध्ये संयोगः न भवितुम् अर्हति. किमर्थमित्युक्ते प्रागभावः अभावरूपः इति कृत्वा द्रव्ययोरेव संयोग अभ्युपगमात्, द्रव्ययोः मध्ये एव संयोगः, संयोगसम्बन्धः भवितुमर्हति इति कृत्वा अभावद्रव्ययोः मध्ये संयोगसम्बः संयोगसम्बन्धः न भवति. गुणगुणिनोः क्रियाक्रियवतोः अवयवाविनोः अवयवा अवयविनोः जातिव्यक्तयोः विशेषनित्यद्रव्ययोरेव खलु समवायः अपि स्वीक्रियते. समवायसम्बन्धः अपि प्रागभावकपालयोः मध्ये न भवितुमर्हति. किमर्थम् इत्युक्ते गुणगुणिनोः मध्ये, क्रियाक्रियवतयोः मध्ये, अवयव अवयविनोः मध्ये, जातिव्यक्तयोः मध्ये, विशेषनित्यद्रव्ययोः मध्ये, नित्यद्रव्ययोः इत्युक्ते परमाणुः, परमाणवः, तयोः मध्ये एव समवायसम्बन्धः भवितुम् अर्हति. प्रागभावः अपि च कपालयोः मध्ये समवायसम्बन्धः अपि न भवति, संयोगसम्बन्धः अपि न भवति. नैतेषु युगलेषु क्वचित् प्रागभावः प्रविष्टः. तत्र पञ्चसु प्रागभावः अन्यतमः नास्ति इति कृत्वा प्रागभावः प्रागभावकपालयोः मध्ये समवायसम्बन्धः न भवितुमर्हति. पदार्थस्य हि स्वस्मिन्नेव तादात्म्यं समवायीकारणत्वेन निर्वाहाय अभ्युपगतम्. सर्वं सर्वे पदार्थाः स्वस्मिन् तादात्म्येन वर्तते इति अस्माभिः स्वीकृतम्. अतः तादात्म्यसम्बन्धः स्वस्मिन्नेव भवति, न तु पदार्थयोः मध्ये इति कृत्वा तादात्म्यसम्बन्धः अपि प्रागभावकपालयोः मध्ये न भवितुमर्हति इति कृत्वा आगत्य प्रागभावकपालयोः मध्ये संयोगसम्बन्धः अपि न भवितुमर्हति, समवायसम्बन्धः अपि न भवितुमर्हति, तादात्म्यसम्बन्धः अपि न भवितुमर्हति. अतः प्रागभावस्य कपाले तादात्म्यमिति अपि न शक्यते वक्तुम् इति तत्र सम्बन्धत्रयमपि प्रागभावकपालयोः मध्ये न भवितुमर्हति इति पर्यवसति. सम्यक् महोदय. तत्र विषयद्वयम् अस्ति. एकं तु तत्र नित्यद्रव्यम् इत्युक्ते केवलं परमाणुः इति न, परन्तु आकाशादि द्रव्याणामपि तत्र यस्य अवयवाः न सन्ति ते अपि आकाशः कालः तिक् इति ते अपि तत्र तिक् काल् आत्मा मनः अपि नित्यद्रव्यम् इति एकम् आम् किन्तु विशेषनित्यद्रव्यम् इति उक्तम् इति कृत्वा अहं परमाणवः इति उक्तवान् विशेषः अपि च आत्म आकाशयोः मध्ये किमपि सम्बन्धः नास्ति किल अस्ति तत्र विशेषः तु परमाणोः अपि च तत्र आकाशादिद्रव्याणामपि तत्र अस्ति अस्ति वा वयं हा निरूपितवन्तः विशेष आरम्भे यदा विशेषपरिचयः कृतवन्तः तदा अस्तु अपि च तत्र इदानीं तत्र प्रागभावस्य कारण तत्र कारणताविषये किमर्थं चिन्तनं प्रवर्तमानमस्ति इति इत्युक्ते तत्र क्षम्यतां सम्बन्धस्य विषये किमर्थं चिन्तनं प्रवर्तमानमस्ति इत्युक्ते तत्र प्रागभावः इति कारणम् इति स्वीकुर्मः चेत् केन सम्बन्धेन तत् कारणं कार्यादिकरणे इत्युक्ते कपाले भवति इति अपि वक्तव्यं खलु इत्येव इदानीं वयम् उक्तवन्तः तत्र ज्ञानमिच्छा इत्यादीनां तर्हि तद्वत् अत्र इदानीं केन सम्बन्धेन कार्यादिकरणे प्रागभावः भवति इति चिन्तने कृते तत्र समवायसम्बन्धः नास्ति संयोगसम्बन्धः नास्ति तादात्म्यसम्बन्धः अपि नास्ति इति किन्तु सम्बन्धः वक्तव्यः सम्बन्धः वक्तव्यः परन्तु केन सम्बन्धेन इति एतावत्पर्यन्तं न पठितवन्तः इति अस्तु तर्हि किमपि प्रश्नः कश्चन प्रश्नः अस्ति वा अथवा किमपि चिन्तनं किमपि वक्तव्यम् इति अस्ति वा अस्तु नो चेत् अत्र विरमामः धन्यवादः शुभरात्रिः धन्यवादः भगिनी